नमस्ते. अद्य अस्माकं विषयः अस्ति भ्वादिगणः. गतसप्ताहे वयं अङ्गस्य सिद्धतिङ् प्रत्ययानां मेलनम् इति विषये परिशीलितवन्तः. तस्य पुनरावलोकनम् अनन्तरं भ्वादिगणे पाठः. प्रथमं कः नूतनः कोऽपि आगतवन्तः वा? केपि? अस्तु. इदानीं प्रथमम् इदितो नुम् धातोः विषये परिशीलयामः, अनन्तरं गच्छामः. अस्तु वा? तत्र धातुः यदि भवति तत्र परिवर्तनानि कृत्वा एव तस्य उपयोगं कर्तुं शक्नुमः. कदाचित् कदाचित् साक्षात् स्वीकर्तुं शक्नुमः. धातुपाठे यथा अस्ति तथा स्वीकर्तुं शक्नुमः, परन्तु कदाचित् तत्र कार्याणि भवन्ति यत्र यदि धातोः आदिवर्णः षकारः अस्ति तस्य सकारादेशः भवति, अथवा नकारः अस्ति तत्र नकारादेशः भवति. तथा एव तत्र यदि धातुः इदित् अस्ति तत्र विशेषकार्याणि नुमागमः इति कार्यं भवति. उदाहरणं स्वीकुर्मः. वदि इति धातुः अस्ति. वदि इत्यत्र दि दि इति वध् एव धातुः, तत्र इकारः इत् वर्णः. तस्य लोपः केन सूत्रेण भवति हेमा भगिनी? कस्य लोपः भगिनि? वद् इति वदि इति धातुः, वद् वदि इति धातुः, तत्र वध् इत्येव मूलधातुः अस्ति, इकारः इत् वर्णः अस्ति. इकारः केन सूत्रेण लोपः भवति? उपदेशे अजनुनासिक इत्. अतः इकारः इत् वर्णः अस्ति इति कारणेन वध् धातुः कीदृशधातुः अस्ति? इदित् धातुः. इदित् धातुः इकारः इत् अस्ति इति कारणेन इदित् अस्ति. तथा बहवः धातवः सन्ति यत् येषां इकारस्य इत् वर्णः भवति. तत्र नुम् आगमः इति कश्चन कार्यं भवति. धातोः इदितः धातोः नुम् आगमः भवति. अत्र नुम् इत्युक्ते तत्र नुम् इति अस्ति, तत्र मकारस्य तत्र किं भवति? हलन्त्यम् इति लोपः भवति. हलन्त्यन्त्यम् इति लोपः भवति. उकारस्य उपदेशे अजनुनासिके केवलं नकारः एव तिष्ठति. अनन्तरं नुमागमः इति अस्ति खलु, तत्र नुम् आगमः अस्ति. किमर्थम् आगमः अस्ति? यतोहि धातुः इदित् अस्ति. न, मकारः मकारस्य नुम् इत्यस्य मकारस्य इत्संज्ञा. यदि टित् अस्ति, खित् अस्ति अथवा मित् अस्ति, आगमः भवति. अतः अत्र नुम् मित् अस्ति इति कारणेन आगमः अस्ति. आद्यन्तौ टकितौ मिदचोन्त्यात् परः इति सूत्रद्वयं स्मरतु. यत्र कुत्रापि किमपि आगमः वा आदेशः वा भवति तदा यद् आगच्छति तद् तस्य तद् आदेशः वा आगमः वा इति प्रथमं वयं निर्णयं स्वीकुर्मः. यदि आदेशः अस्ति स्थाने भवति, आगमः अस्ति तस्य यत्र कुत्रापि पूर्वं पूर्वं भवति अथवा अनन्तरं भवति अथवा अचुवर्णस्य मध्ये अचुवर्णस्य अनन्तरं भवति इति प्रथमं नुम् आगच्छति. इदितो नुम् धातोः इति अस्ति. धातोः इति षष्टिविभक्ति अन्तं खलु. अतः धातोः स्थाने भवति वा अथवा पूर्वं भवति वा अनन्तरं भवति वा मध्ये भवति वा इति प्रश्नस्य नुम् इति मित् इति कारणेन मिदचोन्त्यात् परः इति आच्वर्णस्य अनन्तरम् आगच्छति नुम् अवगतम्? अत्र अस्माकम् उदाहरणे वद् इति धातुः अस्ति, अत्र कुत्र आगच्छति नुम् आगमः? वन्द् इति भवति, अकारस्य अनन्तरं वन्द् इति भवति, अकारस्य परे आयाति. इदानीं वद् वदि इति धातु वन्द् इति अभवत्. अस्तु, तदेव कार्यं तत्र. इदानीं वन्द् इति धातुः अस्ति इति कारणेन अधुपदधातुः नास्ति, हल् उपधा धातुः भवति. अस्तु, इदानीम् अन्य उदाहरणानि अस्ति. कपि इति अस्ति, तत् किं भवति? कपि इति धातुः कम्प् इति भवति. लभि इति अस्ति, तत्रापि लम्ब् लम्ब्. लाञ्च् इति अस्ति, किं भवति? किं किं भवति? लाञ्चि लाचि इति, क्षम्यतां, लाचि इति अस्ति. अल्पप्राणं वा महाप्राणं वा? लाच् लाचि. चकारः अल्पप्राणं वा महाप्राणचकारः? तर्हि लाञ्च् लाञ्च् इति भवति खलु, चकारस्य पञ्चमवर्गः. तथा एव इति. इदानीं स्पष्टं वा इदितो नुम् धातोः इति? यदि धातुः इदित् अस्ति तदा प्रथमम् एतत् कार्यं कुर्मः, अनन्तरमेव तस्य रूपसिद्धिः. अवगतम्? आं भगिनि. तर्हि त्रिषु स्थानेषु आयाति इत्युक्ते स्थानेषु इति न, एतत् त्रय उदाहरणत्रयम् अस्ति, वद् वद् कपि लभि इति. त्रिषु स्थानेषु इति किं वदति भवती? मया न अवगतं. न, इत्युक्ते भवती तत्र मित् आयाति इति वदति किल, तित् मित्. तत्तु भिन्नकार्यं, शकारस्य धातु आदेशः सः इति सूत्रेण शकारस्य स्थाने सकारः, तदेकं कार्यं. नो नः इति सूत्रेण नकारस्य नकारः, तद् अपरं कार्यं. तृतीयं कार्यम् अस्ति इदितोनुम् धातोः. एतत् सर्वं धातुपरिष्कारः इति विषये भवति. धातुः प्रथमं धातुं स्वीकृत्य तत् सर्वं सम्यक् रीत्या तस्य रूपं कृत्वा अनन्तरमेव तस्य पूर्णतया प्रत्यययोगे कथं भवति इति परिशीलयामः. अतः प्रथमम् एतत् कार्यं भवति. शकारस्य स्थाने सकारः आयाति, तत्रापि आगच्छति वा? शकारस्य सकारः भवति, अनन्तरं नकारस्य नकारः भवति. तत् तादृशकार्याणि अपि धातुपरिष्कारकार्याणि एव. तत्र अस्मिन् द्वितीयकरपत्रे एव पश्यतु धातुविज्ञानम् इति, तत्र उदाहरणानि सन्ति. षत्वं शकारस्य सकारस्य नकारस्य नकारस्य कार्याणि तु अत्र उदाहरणानि सन्ति एव. तद् दृष्ट्वा ज्ञायते इति तु नुम् धातोः एवमेव भवति. इदानीं क्रदि इति धातुः भवति चेत् पुनः क्रन्द् वा? क्रन्द् क्रन्दति इति श्रुतं वा? आम् आम्. नदी इति धातुः नन्दति, नन्द् नन्दति. वदि इति धातुः वन्द् वन्द. रूपं किं भवति? वन्दते, वन्दते आत्मनेपदे. अस्तु अस्तु भगिनि, इदानीं स्पष्टम्? आं भगिनि, आम्. अस्तु, अग्रे सिद्ध सिद्धतिङ् प्रत्ययानां विषये प्रश्नाः, तत्र यो संयोजनविषये प्रश्नाः सन्ति वा? धातोः सिद्धतिङ् प्रत्ययानां यो संयोजनविषये तत्र नास्ति भगिनि. रामप्रिया भगिनी प्रश्नाः सन्ति वा? नास्ति भगिनि. तत्र शीघ्रं परिशीलयामः वा तत्र कीदृशकार्याणि भवति इति एकवारं पठ अथवा हस इति किमपि स्वीकुर्मः तत् भिन्नभिन्नलकारेषु परस्मैपदीनां किं भवति चतुर्षु लकारेषु इति शीघ्रं रूपाणि एव वदतु. यत्र सूत्रमस्ति तत्र एव सूत्रं किं सूत्रमिति शीघ्रं वदतु. रामप्रिया भगिनी प्रारम्भं करोतु. हस् इति धातुः लट्लकारे प्रारम्भं करोतु. हस् धातुः लट्लकारे हस् योग हस अङ्गं हस योगति हसति हस योगतः हसतः हस योग अन्ति हसन्ति. तत्र अतो गुणे कार्यम् अस्ति. हस योगसि हससि हस योगतः हसतः हस योगथ हसथ हस योगमि हसामि. अत्र अतो दीर्घो यै कार्यं भवति. हस योगवः हसावः तत्रापि अतो दीर्घो यै कार्यं भवति. हस योगमः हसामः अत्रापि अतो दीर्घो यै एव कार्यं करोति. उत्तमं. सुब्रह्मण्य महोदय लोट्लकारस्य अस्तु भगिनि. लोट् लकारः अत्र हस यो हस अङ्गमस्ति. हस योगः तु हसतु हस योगः तां हसतां हस योगः अन्तु हसन्तु. अत्र अतो गुणे कार्यं करोति. अनन्तरं हस योगः शून्यः हस हस योगः तं हसतं हस योगः त हसत हस योगः आनि हसानि. अत्र अकः सवर्णे दीर्घः इति कार्यं करोति. तथैव हस योगः आव हसाव हस योगः आम हसाम. तत्रापि अकः सवर्णे दीर्घः इति कार्यं करोति भगिनि. अत्र विकल्पेन प्रथमपुरुष एकवचने हसतात् मध्यमपुरुष एकवचने अपि हसतात् आगच्छति. तात् केन सूत्रेण आगच्छति? पूर्व अन्यतरस्यां तुह्योस्तातङ्ग आशिष् अन्यतरस्याम् इत्यनेन अत्र विकल्पेन आगच्छति. पठ आनि इति आनि आव आम तत्र आकारः केन आगच्छति? आकारः अत्र सवर्णदीर्घ इति सन्धिकार्यम्. आनि इति प्रत्यये आकारः कथम् आगच्छति? अत्र आडुत्तमस्य अस्ति खलु भगिनि अत्र. आम् आडुत्तमस्य उत्तमम्. इदानीं नूतनपाठः भवति, पूर्वतनपाठमपि स्मरणे भवतु खलु. अस्तु. हेमा भगिनी लङ्लकारस्य एकनिमिषं भगिनि. श्रूयते वा? लङ्लकारस्य विषये पूर्वं सर्वत्र अकारः आगच्छति लुङ् लङ् लृङ्क्षु अडुदातः इति सूत्रेण. तर्हि अहस इति अङ्गं भवति. अहस अहसतां तत्र कुत्रापि तत्र कार्यं न भवति. अनन्तरम् अहसन् अत्र अतो गुणे कार्यं करोति. तदनन्तरम् अहस योगः सकारः सकारः तु ससजुषोरुः खरवसानो योर्विसर्जनीयः पुनः तत्र उपदेशजनुनासिका अस्ति, तदपि अस्ति, तर्हि अहसः इति रूपं भवति. तदनन्तरम् अहसतम्, अहसत किमपि कार्यं नास्ति. अहस योगः अम्, अहसम् अत्रापि अतोगुणे कार्यं करोति. असः योग व अहसाव अहसाम, द्वयोस्थाने अतो दीर्घो ययि कार्यं करोति. अङ्गस्य कार्यमस्ति, कीदृशकार्यमस्ति? अङ्गकार्यमस्ति, अङ्गस्य दीर्घं भवति, अहसाव इति भवति. अतो गुणे कीदृशकार्यं भवति? तत्र तु वर्ण कार्यमस्ति. उत्तमम्, अस्तु. विधिलिङ्गकारे कथं भवति इति रामप्रिया भगिनी वदति वा? आं भगिनि, वदामि. विधिलिङ्गकारे हस योग इत् सर्वे सर्वे वचनेषु आद्गुणः इति एव कार्यं करोति. हस योग इत् हसेत्, हस योग इतां हसेताम्, हस योग इयुः हसेयुः, अस योग इहि असेः, हस योग इथा इतं हसेतं, हस योग इथ हसेत, अस योग इयं हसेयं, हस योग इव हसेव, हस योग इम हसेम. आत्मनेपदी रूपाणां वन्द इति स्वीकुर्मः, वन्द इति अङ्गं स्वीकृत्य लट्लकारे किं भवति इति सुब्रह्मण्य महोदय वदति वा? अस्तु भगिनि, वन्द अत्र सिद्धतिं प्रत्यय ते अस्ति. प्रथमं वन्दयोगः ते वन्दते, वन्दयोगः इते वन्देते, अत्र आद्गुणः इति कार्यं करोति. वन्दयोगः अन्ते वन्दन्ते, अत्र अतोगुणे कार्यं करोति. वन्दयोगः से वन्दसे किमपि अत्र केवलं मेलनं वर्ण संयोजनमेव. अनन्तरं वन्दयोगः इथे वन्देथे, अत्र आद्गुणः कार्यं करोति. वन्दयोगः द्वे वन्दद्वे किमपि अत्र संयोजनमेव. वन्दयोगः ए वन्दे वन्दे, अत्र अतोगुणे कार्यं करोति. वन्दयोगः वहे वन्दावहे, अतो दीर्घो यञि कार्यं करोति. वन्दयोगः महे वन्दामहे, अतो दीर्घो यञि कार्यं करोति. अत्र यदि वन्दयोगः ए इति अस्ति खलु, तत्र अतोगुणे न कार्यं करोति, तर्हि किं भवति? वन्दयोग ए वन्दे अत्र अतोगुणे कार्यं न करोति चेत् अत्र प्रायः वन्दै भवति भगिनि. वन्दै भवति अत्र. अस्तु, रामप्रिया भगिनी लोट्लकारं करोति वा? आं भगिनि, प्रथमम् आडजादीनाम् इति सूत्रेण आगच्छति. किमर्थम् अत्र आडजादीनां पूर्वं तत्र लुङ् लङ् लृङ्षु अडुदातः इति? अत्र आडजादीनाम् अजादिरूपे एव आगच्छति किल, एधधातोः विषये एव आडजादि आगच्छति. क्षम्यतां, वन्दधातोः विषये न भवति, न भवति. तत्र तु लाङ् लुङ् लुङ् लङ् लृङ्षु अडुदातः आगच्छति चेत् अयोगः वन्द अवन्ध इति भवति किल अङ्गम्. अवन्ध अवन्धयोगथ अवन्धथ अवन्धयोग इथाम् अवन्धेताम् अत्र आद्गुणः कार्यं करोति. अवन्धयोग अन्त अवन्धन्त अवन्धन्त इति भवति, अतो गुणे कार्यं करोति। अवन्धयोगताः अवन्धताः, अवन्धयोग इताम् अवन्धेताम् आद्गुणः कार्यं भवति अत्रापि। अवन्धयोगद्वम् अवन्धध्वम्, अवन्धयोग इ अवन्धे, अत्रापि आद्गुणः कार्यं करोति। अवन्धयोगवहि अवन्धावहि, अतो दीर्घो येयि कार्यं भवति। अवन्धयोगमहि अवन्धामहि, अत्रापि अतो दीर्घो येयि कार्यं भवति। लङ् लकारः लोट् लकारं कृतवन्तः वा? लोट् लकारं न कृतवन्तः। लेमा भगिनी लोट् लकारं करोतु। लोट् लकारस्य विषये वन्द वन्दयोगः तां वन्दताम्, वन्दयोगः इताम्, अत्र आद्गुणः गुणसन्धिकार्यमस्ति। वन्दयोगः अन्ताम् अत्र अतो गुणे कार्यं करोति। वन्दयोगः स्व वन्दस्व, वन्दयोगः इताम् अत्रापि गुणकार्यम् आद्गुणः सूत्रेण। वन्दयोगः द्वं वन्दध्वं, वन्दयोगः ऐ वन्दै, अत्र तु वृद्धिरेचि कार्यं करोति। वन्दयोगः आवहै वन्दावहै, अत्र दीर्घ सवर्णदीर्घसन्धेः कार्यमस्ति, अकः सवर्णी दीर्घः अनेन। समानरूपेण वन्दयोगः आमहै वन्दामहै इति भवति। आम्, अत्र वन्दयोगः ऐ इति वृद्धिरेचि इति कार्यं करोति, लोट् लकारे कार्यं करोति वृद्धिरेचि, लट् लकारे किमर्थं न कार्यं करोति? अत्र वन्दयोगः ए, अत्र वन्दयोगः ऐ इति अस्ति, तत्र भेदः कः? वन्दयोगः ए तत्र लोट् लकारे अपि लट् लकारे किल, वन्दयोगः ए वन्दयोगः ए लट् लकारे अस्ति, वन्दयोगः ऐ लोट् लकारे अस्ति, तत्र अतो गुणे कार्यं करोति, अत्र वृद्धिरेचि कार्यं करोति, किमर्थम्? अतो यतोहि एकार एकारः तु गुणवर्णः अस्ति, अतो गुणे परवर्णः गुणवर्णः नास्ति अत्र ऐ इत्युक्ते, ऐ इत्युक्ते अतः वृद्धिरेचि कार्यं कर्तुं शक्नोति। अति उत्तमं प्रश्नः भगिनि। विधिलिङ्गकारस्य महोदय वदति वा, सुब्रह्मण्य महोदय? आं भगिनि, विधिलिङ्ग वन्दयोगः अत्र विधिलिङ्ग कृते तु आद्गुणः सर्वत्र कार्यं करोति भगिनि। वन्दयोगः ईत वन्देत, वन्दयोगः इयातां वन्देयातां, वन्दयोगः ईरन् वन्देरन्, वन्दयोगः ईथाः वन्देथाः, वन्दयोगः इयाथां वन्देयाथां, वन्दयोगः ईध्वं वन्देध्वं, वन्दयोगः ईय वन्देय, वन्दयोगः ईवहि वन्देवहि, वन्दयोगः ईमहि वन्देमहि, सर्वत्र आद्गुणः एव। आद्गुणः अत्र ईरन् इति अस्य रन् इति कुतः किं सूत्रम् अस्ति, स्मरति वा? ईरन् रन् अत्र एकनिमिषः भगिनि, इदानीं कस्य स्थाने रन् इति आगच्छति, कस्य स्थाने आगच्छति? अन्यतः आतां झ एव भवति खलु, झस्थाने रन् भवति, तर्हि सूत्रं स्मरति वा? झस्य रन् भगिनि, झस्य रन् इदानीं झस्य स्थाने आगच्छति इति यदि चिन्तयति झस्य रन् इति आगच्छति। उत्तमं, तर्हि भुआदिगणविषये परिशीलयामः इदानीं। तत्र भुआदिगणः तत्र कीदृशं तत्र विकरणप्रत्ययः कः तत्र भुआदिगणे भवति इति जानाति वा? शप् अस्ति विकरणप्रत्ययः, केन सूत्रेण तत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन भगिनि? न न शप् कर्तरी शप् इत्यनेन कर्तरी शप् इत्यनेन शप् आगच्छति. तर्हि कर्तरी इति किमर्थमस्ति सूत्रे, कः अर्थः अत्र? अत्र कर्तरी प्रयोगे इति अर्थः अस्ति. कर्तरी अर्थे एव शप् भवति. यदि भ्वादिगणस्य किमपि पठिति धातुः अस्ति खलु, तस्य तु कर्तरिप्रयोगे एव पठति इति रूपं भवति. कर्मणि प्रयोगे किं भवति? कर्मणि प्रयोगे पठेत भवति भगिनि. पठ्यते पठ्यते पठ्यते अया आगच्छति. अहं पुस्तकं पठामि एवं पठ्यति य इति आगच्छति. तत्र भिन्न विकरणप्रत्ययः सः, परन्तु अत्र कर्तरिप्रयोगे एव शप् आगच्छति. तत्तु स्मरणे भवतु, नो चेत् कर्मणि प्रयोगे न भवति. कर्मणि प्रयोगे न केवलम् आत्मनेपदे अन्तं भवति, परन्तु शप् अपि न आगच्छति. शप् आदयः न आगच्छन्ति कर्मणि कर्मणि भावे, केवलं कर्तरिप्रयोगे एव भवति. अस्तु, कर्तरी शप् इति सूत्रम् अस्ति, परन्तु अनुवृत्तिसहितसूत्रं किम्? धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. तर्हि कीदृशप्रत्यय कः, नियमः कः, प्रत्ययः भवति, प्रत्ययः कीदृशप्रत्ययः भवेत्? शप् प्रत्ययः भगिनि न सार्वधातुकप्रत्ययः भवेत् वा? सार्वधातुकप्रत्ययः प्रत्ययः सार्वधातुकः भवति. अनन्तरं तत्र पूर्वं प्रकृतिः तु धातुः भवति. धातुः अस्ति, प्रत्ययः अस्ति, धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेदेव शप् आगच्छति. अतः कर्तरिप्रयोगे अपि भवेत्. नियमत्रयं यदि भवति तदा एव आगच्छति. अस्तु, तर्हि सार्वधातुकप्रत्ययः कः? तिङ् वा षित् वा सार्वधातुकं. तिङ् वा षित् वा भवति चेत् सार्वधातुकम्. अतः अस्माकं परिशीलने केषु लकारेषु सार्वधातुकप्रत्ययाः धातोः अनन्तरं भवति? पुनः भगिनि प्रश्न. केषु लकारेषु धातोः अनन्तरं सार्वधातुकप्रत्ययः भवति? लट् लोट् लङ् विधिलिङ्ग् विधिलिङ्ग् लकारेषु एव सार्वधातुकप्रत्ययाः भवन्ति, अतः सार्वधातुकलकाराः इति उच्यन्ते. तर्हि भ्वादिगणे शप् भ्वादिगणार्थं शप् इति तु नियमः नास्ति, तर्हि किमर्थं शप् एव योजयामः? अनेन कोऽपि वक्तुं शक्नोति? प्रश्नः पुनः. भ्वादिगणस्य एव शप् विकरणप्रत्ययः इति तु सूत्रे नास्ति, तर्हि भ्वादिगणस्य किमर्थं शप् एव योजयामः? गुणकार्यं भवति इति एव तत्तु अस्ति, परन्तु अन्यविकरणप्रत्ययाः अपि सन्ति खलु, तस्य किमर्थं न योजयामः? अत्र तु अत्र अत्र सामान्यसूत्रमस्ति खलु. आम्, उत्तमं. कर्तरि शप् सामान्यसूत्रम् अस्ति, सर्वत्र शप् एव भवति. अनन्तरं भिन्नभिन्नगणेषु यदि भिन्नभिन्नसूत्राणि भवन्ति, तदा अन्य गणविकरणप्रत्ययाः शप् स्थाने आगच्छन्ति, अथवा अदादिगणेषु तादृशगणेषु शप् लुक् भवति. परन्तु शप् तु प्रथमं सामान्यनियमः इति कारणेन सर्वत्र शप् आगच्छति. अस्तु, अतः भ्वादिगणस्य भिन्नकार्यं नास्ति. शपं प्रबाध्य अन्य विकरणप्रत्ययः वा अथवा लुक् कार्याणि, लोपः इत्यादि कार्याणि न भवन्ति. अतः शप आगच्छति, शप् तिष्ठति. सामान्यनियमः अस्ति शप्, सर्वत्र शप् आगच्छति. यदि अग्रे सार्वधातुकप्रत्ययः अस्ति, कर्तरि अर्थे अस्ति, तर्हि शप् आगच्छति. धातुः अस्ति, अस्माकं कृते इदानीं धातुः अस्ति, अग्रे सार्वधातुक कर्तरिप्रयोगे प्रत्ययः अस्ति, अतः शप् आगच्छति. अनन्तरं शप् अन्येषु गणेषु भिन्नसूत्रेण शप् शप् गच्छति. नूतन श्यन् इत्यादि गणविकरणप्रत्ययाः आगच्छन्ति, अथवा शप् पूर्णतया लोपः भवति तथा. परन्तु शप् एव सामान्यनियमः. अतः एव, अतः भुवादिगणार्थं शप् इति तु नास्ति, सर्वेषां कृते अस्ति शप्. अस्तु, अस्तु. तर्हि धातुः अस्ति, शप् आगच्छति भुवादिगणे. तत्तु विशेषकार्यमस्ति भुवादिगणस्य, शप् इति गणविकरणप्रत्ययः. तत्र वयं तु रूपाणि तु परिशीलितवन्तः अत्रापि. सामान्यधातवः भ्वादिगणे सन्ति इति अस्ति. सामान्यधातवः इति के? यत्र कुत्र कार्यं नास्ति, किमपि कार्यं नास्ति, केवलं योजनं कार्यं भवति. अङ्गकार्यं नास्ति किमपि. तत्र केवलं धातुः अस्ति, शप् इत्यस्य, तत्र शप् इत्यस्य इत् वर्णाः के, तस्य कथं लोपः कथं भवति, केन सूत्रेण? लशक्व तदिते हलन्त्यम् इति सूत्रेण. इति सूत्रेण शकारपकारौ लोपः भवति, लोपौ भवतः. अतः किं, कः वर्णः अवशिष्यते? अवर्णः अवशिष्यते, अकारः. अतः सामान्यधातूनां कृते केवलं धातुः अकारयोजनम्, अनन्तरं सिद्ध, अस्माकं सिद्धप्रत्ययस्य योजनं, तावदेव कार्यं. तत्र केवलं संयोजनकार्यमेव. अस्तु. तत्र सामान्यधातवः इति करपत्रेषु केचन धातवः सन्ति, एकैकं परिशील्य तत्र किमर्थं ते सामान्यधातवः इति परिशीलयामः वा? वदति इति अस्ति, वद् धातुः, किमर्थं सामान्यधातुः तत्र, किमर्थं न कार्यं किमपि भवति? तत्र वद् केवलं वद् इति अस्ति, अकार विकरणप्रत्यययोजनेन वद इति अङ्गं भवति, तदनन्तरं सिद्धतिङ् प्रत्ययस्य योजनं. किमपि नूतनकार्यं, सन्धिकार्यं किमपि न भवति वद् इत्यस्य, किमर्थम्? अकार उपदा अस्ति वद् इत्यत्र, अत्र इगन्तानामेव गुणकार्याणि भवन्ति, लघु इक् वर्णानामेव उपधायां गुणादिकार्यं भवति. अकारः अस्ति इति कारणेन नास्ति किमपि कार्यं. वदति इति समानम् अन्य हसति अपि भवति खलु, हसति, वसति, पतति इत्यादि सर्वत्र समानरूपं किं भवति तत्र उपधायां? आकारः अस्ति, उपधायां यदि आकारः अस्ति भुआदिगणीयधातुषु अन्यत्रापि किमपि कार्यं न भवति, केवलं तत्र योजनमेव, प्रत्ययस्य योजनं तावदेव. अस्तु. अग्रे मील् इति अस्ति, मीलति इति, तत्र किमर्थं कार्याणि न भवन्ति? दीर्घ दीर्घ ईकारः, यदि ह्रस्व इकार इकारः भवति किं भवति? मेलति मेलति मेलति गुणकार्यं भवति भवति खलु. अतः मीलति मूषति इति अस्ति, तत्र किं? तत्रापि दीर्घ उकारः अस्ति, ऊकारः दीर्घ ऊकारः अस्ति, अतः कार्यं न भवति किमपि. ओखति इत्यत्र ओ वर्णः इक् प्रत्याहारे नास्ति. एजन्तः एज् एज् वर्णः एच् वर्णः उपधायाम् अस्ति. ए ओ ऐ औ इत्येतेषु तत्र इक् प्रत्याहारेषु नास्ति. अस्तु, अत्र अघि इति अस्ति खलु, तत्र किं भवति? अत्रैव इदितोनं धातुः, इदितोनं धातोः इति किं तत्र किम् आगच्छति? नकारः मध्ये आगच्छति. नकारः मध्ये आगच्छति, अनन्तरं नकारस्य ङकारः सवर्णः परिवर्तनं भवति खलु. नकारः ङकारः भवति, यतोहि अग्रे गकारः अस्ति इति कारणेन अङ्ग् अङ्गति इति भवति. तत् अपि उपधायां नकारो वा ङकारोः वा एव भवति, तत्रापि गुणकार्याणि न सम्भवति. कार्यं किल भगिनि कुत्र? अङ्ग् नकारः ङकारः भवति किल तत्र? आं, परसवर्णः अस्ति. अनन्तरं कुञ्च् कुञ्च् इति अस्ति, तत्र किमर्थं गुणकार्यं न भवति? उपधायाम् इञ्च् इञ्च् अस्ति, ञकारः अस्ति, हल्वर्णः अस्ति, न तु स्वरवर्णः. स्वरः अस्ति चेदेव गुणकार्यम् इत्यादि भवितुम् अर्हति. अत्र हल्वर्णः अस्ति, तथा एव अग्रे अपि सामान्यतः. अतः इदानीं यदि धातुं पश्यति तत्र विशेषकार्यम् अस्ति वा न वा इति प्रथमं परिशीलनीयम्. एते सामान्यधातवः, अत्र कार्याणि न भवन्ति. अग्रे इगन्तधातवः इति सन्ति. इगन्तधातुषु कानि कार्याणि भवन्ति? इगन्तधातूनाम् एकम् उदाहरणं वदतु भगिनि. एकनिमिषम्, अत्र अदुपदधातवः एव वयं चर्चितवन्तः, परन्तु अघि अघि अत्र अदुपद नास्ति किल, तत्तु अदुपदः नास्ति. अघि तु इकारः इति वर्णः अस्ति तत्र अघि इत्यत्र. तत् अत्र स्थापितवन्तः किल, तदर्थं पृष्टवती. तदपि सामान्यं सामान्यधातवः इति अगतं. तत्र वद् अधुपदधातुः, परन्तु मील अधुपदः नास्ति खलु, ईकार ईकार उपदा अस्ति. अस्तु अस्तु भगिनि. परन्तु तत्र सामान्यधातुः अस्ति, यत्र कार्याणि भवितुं न अर्हन्ति. तादृशधातवः सामान्यधातवः. तर्हि यत्र कार्यं भवति तत् परिशीलयामः, तदा ज्ञायते किमर्थम् एते सामान्यधातवः इति पुनः. प्रथमम् इगन्तधातून् स्वीकुर्मः. जि इति धातुः अस्ति, तत्र कार्यद्वयं भवति, किं भवति इति रामप्रिया भगिनी वदति वा? जि योगः शप् जे भवति, सार्वधातुक आर्धधातुकयोः इति सूत्रेण. इति सूत्रेण किं भवति, किं कीदृशपरिवर्तनं भवति? जि गुणकार्यं भवति, इकारस्य एकारः गुणः एकारः भवति. अनन्तरं एचो यवायावः इति सूत्रेण ऐ आदेशः भवति. इज् योग ऐ योग अ जय इति अङ्गं प्राप्नोति. जि जे भवति, जे जै भवति, जै जै जय भवति. जि जे जै जय एवं स्मरन्तु. तर्हि अहम् इतोपि उदाहरणानि ददामि. तत्र एकः प्रश्नः भगिनी एकः प्रश्नः क्षम्यतामत्र अगि अगि इगन्तमपि अस्ति खलु भगिनि इगन्तमपि अस्ति इकारः तु तत्र चन्द्रबिन्दुः अस्ति अतः उपदेशे अजनुनासिक इति इत्यनेन इकारस्य इत्संज्ञा अस्तु भगिनि अतः मूलधातुः तु अग्रे इति हलन्तधातुः अस्तु भगिनि अत्र अगि अत्र उपरि चन्द्रबिन्दुः अस्ति तत् कारणात् चन्द्रबिन्दुः मनसि स्मरतु क्षि इति अस्ति तत्र किं भवति क्षया भवति भगिनि वदतु क्षीक्षे क्षे क्षय क्षय क्षे क्षय एवं क्षीक्षे क्षय विजे जय स्मि मे स्मय मे स्मय स्मय क्षि क्षयति भवति जी जयति भवति स्मि आत्मनेपदं भवति अतः स्मयते स्मयति इदानीम् अवगतम् इकारः अन्तः अन्ते भवति चेत् ह्रस्व इकारः एवं भवति इदानीं क्षिपति क्षिप् धातुः अस्मिन् गणे नास्ति भगिनि तत् क्षिप् वा क्षिप् धातुः प्रायः षष्ठवगणे इति चिन्तयामि अस्मिन् गणे अस्ति चेत् क्षेपति इति भवति लिखति इव तुदादिगणे आगच्छति लिखति इव क्षिपति डि धातुः किं भवति डिडे डयते नीने नयति इदानीम् इकाराः ईकाराः अस्माभिः परिशीलिताः इदानीं द्रु इति धातुः द्रु किं भवति द्रवति स्रवति जलं स्रवति इति भवति प्लु प्लवते वानरः प्लवते प्लवति अस्तु इदानीं भूधातुः भवति इदानीं ह्रस्व उकारः दीर्घ उकारः तत्र सर्वत्र उ ओ अव एव भू उ ओ उ अथवा उ अस्ति चेत् उ ओ अव इकारः इकारः अस्ति चेत् इ इ अथवा इ ए अय भू भो भव इव उ ओ अव इ ए अय तदेव कार्यं तत्र इकारः उकारः अस्ति चेत् यदि धातोः अन्ते ऋकारः अस्ति चेत् किं भवति आगच्छति भवति अर् इति के सूत्रं किम् उरण्ड्रपरः प्रथमं प्रथमं तु आद्गुणः तस्य एव उरण्ड्रपरः अपि अस्ति किल उदाहरणं स्वीकुर्मः धृ इति धातुः अस्ति धृ इति धातुः अ शप् आगच्छति तर्हि प्रथमं किं कार्यं भवति धृ वा हृ वा धृ इति धातुः धृ धकारः हरति किल तत्र अन्तिमवर्णः कः धृ इति धातुः विषये ऋकारः अस्ति ऋकारः अस्ति ऋकारः इक् वर्णः वा आं भगिनि उकारः इकवर्णः एव इकवर्णः एव अतः किं भवितुम् अर्हति केन सूत्रेण सार्वधातुक अर्धधातुकयोः इति सूत्रेण धरेण गुणकार्यं प्रथमं गुणकार्यम् उत्तमं तर्हि ऋकारस्य गुणः अर् अकारः उरण्ड्र अपरः इत्यनेन अकारः रेप रेपसहितम् आगच्छति गुणः इत्युक्ते वक्तव्यं वा अकारः एव अनन्तरम् अकारः यदा आगच्छति सः अकारः रपरः भवति अतः रेपः आगच्छति समानरूपे इकारस्य परे अपि इर् उर् भवति वा भगिनि आम् यदि ऋकारान्तं पितृ इति अस्ति खलु तत्र पितृ इति अस्ति तद् तस्य षष्ठी विभक्ति पितुः इति भवति खलु तत्र उकारः रपरः अस्ति अधः अतः उः इति पितुर् इति आगच्छति अनन्तरं खरवसाने विसर्जनीयः इत्यनेन रेपस्य विसर्गादेशः पितुः भवति उत्तमं भगिनि तत्र उः अहं पितुः उकारः एव ऋकारस्य स्थाने उकारः आगच्छति अवगतम् अवगतं भगिनि तथैव इकारस्य अपि अस्ति वा इकारस्य उदाहरणम् इदानीं न स्मरामि परन्तु अवश्यम् अस्ति यदा कदापि ऋकारस्य स्थाने अन्यः वर्णः स्वरवर्णः आगच्छति तस्य रपरः भवति अस्तु अस्तु अतः इदानीं धृ इति स्वीकृतवन्तः धृ धर् इति भवति धृ धर् धर खलु धृ धर् इति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं तत्र रपरः भवति अनन्तरं धर् इति भवति धर इति अङ्गं खृ इति धातुः हर् हरति हरति इति श्रुतवन्तः खलु स्मृ धातु किं भवति समानरूपेण स्मृ स्मर् स्मर स्मरति तृ इति दीर्घ ऋकारः तरति तृ तरति तृहर् हरति स्मृ स्मर् स्मरति धृ धर् धरति तृ तर् तरति तत्र सर्वत्र सार्वधातुक अर्धधातुकयोः अनन्तरम् उरण्ड्रपरः इति कार्यम् अत्र इकारस्य उकार इकार इकार उकार उकारान्तानां तु सार्वधातुक अर्धधातुकयोः एचो अयवायावः इति कार्यं भवति अतः अङ्गसिद्धिः भवति अतः इक् वर्णानां पूर्णतया वयं परिशीलितवन्तः इदानीं एजन्तानां एकारः ओकारः भवति चेत् तत्र किं भवति उदाहरणं स्वीकुर्मः गै इति धातुः अत्र एचोय वायावः इति सूत्रं कार्यं करोति करोति अतः गै इति किं भवति गै अत्र आय् आगच्छति ऐ स्थाने आय् आगच्छति गै गायति गै गाय् गायति भवति गै गाय् गाय गायति अतः ध्यै इति अस्ति ध्यै इति धातुः तत् किं भवति ध्यै ध्यै अर्धौ भगिनि ध्यै ध्यै ध्यायति ध्यायति ध्यायति इति श्रुतवन्तः खलु उभयपदि वा ध्यायति परस्मैपदि एव वा परस्मैपदि एव इति एव ध्यै ध्यायति एव अस्तु ध्यानं करोति इति ध्यायति ध्यानं करोति म्लै तत्र म्लायते इति चिन्तयामि, म्लायति, म्लायति एव वा? पुष्पं म्लायति इत्युक्ते पुष्पं शुष्कीभवति, मुखमपि म्लानमुखम् इति श्रुतवन्तः वा? आमां, शोकात् सस्याः मुखं म्लानमुखम् अभवत् इति अवगच्छति खलु? गै गायति, ध्यै ध्यायति, म्लै म्लायति एवम्. अनन्तरं अत्र धे इति अस्ति, धे किं भवति? दयति, अयाकारः ये स्थाने अय ऐ आगच्छति दयति इति. अस्तु, इदानीं ये एजन्तदातूनाम् एकमेव कार्यं एचो अयवायावः सन्धिकार्यं, न तु अङ्गकार्यम्. तत्र सार्वधातुक अर्धधातुकयोः इति अङ्गकार्यमपि आसीत्, सन्धिकार्यमपि आसीत्. अत्र केवलं सन्धिकार्यमेव एजन्तधातूनाम्. अतः इगन्तधातूनाम् एजन्तधातूनामेव कार्यं भवति. तद्विहाय यत्किमपि अस्ति, अनन्तरम् उपधायाः अपि पश्यामः. तत्रापि इदुपद पद ऋतुपदधातूनां कार्यं भवति, अन्यत्र कार्याणि न भवति. अस्तु, शुच् इति धातुः अस्ति, किं भवति? उपधायाम् उकारः अस्ति, पुगन्तलघुपदस्य अनेन उकारः ओकारः भवति, तर्हि शोचति इति रूपं प्राप्यते. शुच् शोच् शोचति. मुद् मोदति, मोदते, मोदते, मोदते, सः मोदते. बुध् बुध् बोध् बोधति, बोधति, बुध् बोध् बोधति. शुभ शुभ शोभते, शोभते, उत्तमं. घुष घुष घोषति, घोषति. तुष् अपि आगच्छति वा? तुष् आयाति वा? तुष्यति भवति खलु, तत्तुष्यन् अस्ति, तुष्यति प्रायः, तोषति नास्ति वा? सन्तोषः तत् तोषयति, तोषयति दशमगणे वा प्रायः? रुह रुह रो रुह उकारः ओकारः रोहति, रोहति, रुह रोहति, रुह रोह रोहति. रुह अर्थं जानाति खलु? आरोहणम् अवरोहणम्, आरोहणम् अवरोहणम्. आम्, पुष् पोषति, पुष् पोष् पोषति, पोषति. इदानीं यदि उकारः उपधायाम् अस्ति तर्हि किं भवति? ओ ओ ओकारः भवति. इदानीं गर्जति, गृजति धातुः किं भवति? गर्जति, गर्जति, गर्ज. तत्र कार्यद्वयं किम्? आद्गुणः उरण्ड्रपरः. न, पुगन्तलघुपदस्य गर् ग भवति, तदनन्तरम् उरण्ड्रपरः. पुगन्तलघुपदस्य च उरण्ड्रपरः, अतः गर्ज इति भवति. वृत् इति धातुः वर्धते, वर्धते, वर्धते, द्वयोरपि समानम् अपि अस्ति, वृद्ध अपि अस्ति, समानमेव. वर्तते वर्धते तत्र पुस्तकं वर्तते वृक्षः वर्धते अस्तु हृष हर्षति हर्षति कृष कर्षति कर्षति सृप सर्पति सर्पति सर्पति इदानीम् अवगच्छन्ति वा तत्र कीदृशकार्याणि भवति इति आं महोदय यदि धातुः हस् इति अस्ति किं भवति हसति केवलं योजनं तत्र कीदृश वर्णः अस्ति अधुपदा अधुपदधातुः अस्ति अतः तत्र पुगन्धलघुपदस्य च न कार्यं करोति अन्यकार्याणि अपि न भवति केवलं तत्र योजनं भज धातुः भजति भज भजति पट् पठति पत् पतति पतति तत्र कार्याणि जप जपति जपति एवम् अस्तु इदानीं कः समयः सप्तवादने इषुगमि यमां छः इति सूत्रमस्ति खलु सूत्रार्थः अवगतः वा इषु इति धातुः अस्ति इषु इच्छायाम् इति धातुः भिन्नगणे अस्ति तत्र परिशीलयामः गम धातुः अस्ति गम यम इति धातुद्वयमपि यदा क्षितिपरे भवति अत्र तु वयं शप् एव योजयामः खलु अतः यदि क्षितिपरे भवति तेषां छः इति भवति इषु गमि यमां छः इति सूत्रेण तत्र छः इति छकारः केवलम् एकः वर्णः एव आदेशः आगच्छति अतः अलौन्त्यस्य इति सूत्रेण अन्तिमवर्णस्य स्थाने एव आगच्छति गम् इत्यत्र अन्तिमवर्णः कः मकारः मकारः मकारस्य स्थाने छकारः आगच्छति तर्हि गच् गच् इति भवति परन्तु तत्र इषुगमीयमां छः तु कीदृशसूत्रम् अस्ति अङ्गकार्यं वा अङ्गस्य अनुवृत्तिसहितसूत्रं पश्यतु इषुगमीयमाम् अङ्गस्य छः क्षितिपरे अतः अङ्गकार्यम् अस्ति परन्तु यदा यत्र कुत्रापि ह्रस्वस्वरः भवति तदनन्तरं छकारः आगच्छति तत्र अङ्गम् इति किमपि न यत्र कुत्रापि भवतु तत्र छकारस्य पूर्वं तुगागमः भवति अवगच्छति इषुगमि यमां छः इति सूत्रेण छकारः आगच्छति अनन्तरं छे च इति सूत्रेण छकारात् पूर्वं ह्रस्वस्य तुगागमः भवति ह्रस्वस्य तुगागमः इति यदा वदामः ह्रस्वस्य स्थाने भवति वा ह्रस्वस्य पूर्वं भवति वा अनन्तरं भवति वा तुक् कित् अस्ति किल अनन्तरं भवति भवने अनेन कित् अस्ति इति कारणेन ह्रस्वस्वरस्य अनन्तरं भवति अत्र ह्रस्वस्वरः गम छ ग छ इति योगे तत्र गकारस्य अनन्तरं यः अकारः अस्ति सः एव ह्रस्वस्वरः तत्र ग छ मध्ये तुक् आगच्छति तत्र अनुबन्धवर्णस्य निष्कासन इत्वर्णानां निष्कासनानन्तरं केवलं तकारः तिष्ठति प्रथमं किं भवति इषुगमि यमां छः इत्यनेन मकारस्य स्थाने छकारः गम् छ इत्यत्र यम् च यत्र कुत्रापि भवतु, ग च य च इति भवति. अनन्तरं चे च इत्यनेन तुकागमः तत्र यत् गत् च यत् च एवं भवति. अनन्तरं तकारस्य श्चुत्वं भवति, श्चुत्वसन्धिः स्तोश्चुनाश्चुः इति सूत्रमस्ति, तेन तकारस्य स्थाने चकारादेशः भवति, गच्छ यच्छ इति रूपं भवति. यच्छति गच्छति इत्यादि. इदानीम् अवगच्छन्ति? एकः प्रश्नः भगिनी, अत्र चे च इति सम्यक्तया न अवगच्छामि इदानीं. चे च इति सूत्रं चकारे परे ह्रस्व चकारे, चकारः यदि परे अस्ति, पूर्वं यदि ह्रस्ववर्णः अस्ति तर्हि तुगागमः भवति, तत्तु वर्णकार्यम् अस्ति, सन्धिकार्यमिव. अत्र अवगच्छति. ह्रस्वस्वरः यः कोऽपि भवतु, अत्र गम इति, गम इति आसीत् तत्र मकारस्य स्थाने चकारः अभवत्, अतः ग इति यत्र अस्ति गकारः, अनन्तरम् अकारः ह्रस्वस्वरः अस्ति, अतः ह्रस्वस्वरानन्तरं तुगागमः भवति. इतोपि अनन्त उदाहरणं स्निग्ध छाया इति अस्ति. स्निग्ध इति अन्तिमवर्णः कः? अकारः. अकारः. छाया इति अग्रे अस्ति, चकारस्य पूर्वम् अकारस्थाने पूर्वम् अकारः अस्ति इति कारणेन योजयित्वा किं भवति? स्निग्धच्छाया. स्निग्धच्छाया इति भवति. स्निग्धच्छाया तत् सन्धिकार्यं नास्ति वा भगिनि? सन्धिकार्यमिव एव, सन्धिकार्यं वर्णकार्यं. चे च अङ्गकार्यं नास्ति, इषुगमि यमांशः एव अङ्गकार्यम्, अङ्गं निमित्तीकृत्य. चे च वर्णनिमित्त, ह्रस्ववर्णः यत्र स्निग्ध इति तु अङ्गं नास्ति. स्निग्धच्छाया, स्निग्धच्छाया इति भवति. पदस्य मध्ये आगच्छति, पदान्ते अपि स्निग्ध इति पदम् अस्ति, स्निग्धच्छाया इति भवति. मेघदूतस्य प्रथमश्लोके एव स्निग्धच्छाया तरुषु वसतिम् इति भवति. अस्तु, अत्र चे च वर्णकार्यम्, अत्र अङ्गं भवेत् इति किमपि नियमः नास्ति. इषुगमयमांशः तु इषु इति अङ्ग, इषु इषु इष् इति धातुः अथवा गम् इति धातुः, यम् इति धातुः यदि अङ्गस्य भवति तत्र तदा छः इति, छ इति आगच्छति क्षितिपरे. अतः एव गम इति धातुः गमनं, गमिष्यति इत्येव भवति, तत्र सर्वत्र शित् नास्ति. अत्रैव वयं सार्वधातुक लकारेषु अथवा शत्र इत्यादि प्रत्ययेषु शित् भवति इति कारणेन गच्छति, गच्छन् अस्ति इत्यादि रूपं भवति. परन्तु यदि भविष्यत्कालं करोति गमेव धातुः गम, गमिष्यति, गमनं. अवगच्छति वा? आं भगिनि. तथा एव यम धातुः यमः, नियमः इति उपसर्गेण नियमः इति श्रुतवन्तः प्रायः, परन्तु यच्छति इति भवति. अवगतम्? तत्र गम इति धातुः सूत्रे पाणिनिः गमी इति लिखितवान्. सूत्रे यदि धातोः उल्लेखनं भवति तत्र पाणिनिः एतादृश प्रत्ययानामपि कदाचित् योजयति, कदाचित् इक् प्रत्ययं योजयति, कदाचित् शित् प्रत्ययं योजयति, स्टिप् इक् अथवा स्टिप्. अत्र गम् इति एव धातुः, इक् इत्यत्र इकारः एव प्रत्ययः, अतः गमि इति सूचयति. यदि सः गमि इति सूत्रे लिखति तस्य अर्थः गम धातुः इति, तावदेव. अवगच्छति? सन्नन्तधातु नास्ति वा, औपदेशिक वा? गम सामान्यधातुः, उपदेशे औपदेशिकधातुः एव. परन्तु गमि सन् किमपि नास्ति तत्र सूत्रे. यदि सः नाम वदति गमि इति वदति, परन्तु गम धातुः एव. सूत्रे तस्य नाम उल्लेखनसमये कदाचित् इकारं योजयति अथवा ष्टिप् इति ति अपि योजयति. तस्य तत्तु केवलं सूत्रार्थमेव, सूत्रे सूत्रस्य निर्माणसमये एव तद् भवति. तेन अस्माभिः रूपस्य विषये किमपि तत्र भेदः न भवति. गमि तु सन् प्रत्यययोगे यद् गमि धातुः भवति, णिच्ययोगे तद् नास्ति. गमि इति गम् धातोः सः नामकरणं करोति सूत्रस्य उपयोगे. सूत्रे यदा उपयोगं करोति गमि इति वदति. अतः एव इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यं सूत्रे. सूत्रे कदाचित् धातुनिर्देशः इत्युक्ते धातोः उल्लेखनं सूत्रे यदा भवति कदाचित् एवं वदति गमि. अन्यत् किम् आसीत् उदाहरणम्? अर्ति इति वा ऋधातोः अर्ति सर्ति इत्यादि पाघ्रादासूत्रे अर्ति सर्ति इत्यादि भवति खलु. तत्र धातोः नाम भिन्नरीत्या सूत्रे वदति, तावदेव. अवगच्छति? औपदेशिकधातवः एव. अस्तु भगिनि, अवगतम्? अस्तु, तदर्थमेव इक्ष्टिपौ धातुनिर्देशे इति अस्ति. तद् केवलं यदि सः गमि इति वदति तत् केवलं सूत्रे एव तादृशरूपं भवति तस्य, सूत्रे तस्य नाम. परन्तु धातुपाठे गम्ल गतौ इति एव तस्य रूपं भवति, गमधातोः. अतः तेन अत्र केवलं सूत्रे उल्लेखनार्थम् एतादृश गमि वदि इत्यादि वदति सः. परन्तु तदर्थं केवलं सूत्रे उल्लेखनार्थं तादृश कार्यं भवति इत्येव चिन्तयतु. तत् स्वीकृत्य अन्य महत्वं नास्ति अस्माकं तद् इक् अथवा क्षिप् तत्सर्वं तत्रैव भवति. अस्माकं गमधातोः रूपसिद्धिः यथा भवति गम स्वीकृत्य गच्छ इति इषुगमीयमां छः तादृशसूत्रेण एव तस्य रूपं भवति. अवगतम्? अस्तु भगिनि. तत्र गम गच्छति यम यच्छति भवति. अनन्तरं पाघ्राधमात् सूत्रं तु पूर्णतया भवन्तः न पठितवन्तः वर्गे इति चिन्तयामि खलु. पठितवन्तः भगिनि? पठितवन्तः वा पूर्णतया सूत्रार्थः? तर्हि किं भवति पाघ्राधमा स्ता नूतनरूपः पिब इति आदेशः जिग्र पिब हम कदा भवति पाघ्राधमा तेषां परिवर्तनं? क्षितिपरे एव, क्षितिपरे एव. पूर्वमपि इषुगमीयमां छः सूत्रसङ्ख्यां पश्यति चेत् तस्य बहु समीपे एव भवति पाघ्राधमा अपि. सप्तमे अध्याये तृतीये पादे तत्रैव अस्ति सूत्रद्वयमपि. सप्तसप्ततिः अष्टसप्ततिः सप्त अशीति अष्टसप्ततिः अस्तु. अतः अग्रिमसूत्रमेव, अतः अनुवृत्ति सर्वं समानं क्षितिपरे इत्येव. क्षितिः परे इषुगमियमांसः पाघ्राध्मा साम्ना दाणदृशि इत्यादि तत्र एतादृशपरिवर्तनं केवलं क्षितिपरे एव भवति. पा किं भवति? पिब पिबति. परन्तु भविष्यत्काले किं भवति? पास्यति एव. तत्र तु क्षित् नास्ति. पास्यति पानम् इत्येवमेव पादधातुः अस्ति. घ्रा जिघ्रति जिघ्रति. धमा धमति धमति. धम इति आदेशः धमति. स्था तिष्ठति. स्था तिष्ठति. भविष्यत्काले स्थास्यति. अतः मूलधातुः स्था एव. क्षितिपरे एव पा पिब घ्रा जिघ्र धमा धम स्था तिष्ठ म्ना मन दाण मनति वा भगिनि मनति मान म्ना स्थाने मन भवति. मन मनति दाण यच्छ इति भवति यच्छति. मन्यते तद् भिन्नं वा? तद् भिन्नं. मन धातुः एव मन मना धातुः न मन मन्यते. तत् भिन्नगणे अपि भवति खलु. यकारः एव विकरणप्रत्ययः खलु. चतुर्थगणे दृश पश्यति. दृश पश्यति. भविष्यत्काले द्रक्ष्यति. दर्शनं इत्यादि तत्र दृश्ये एव अस्ति. तस्य दाण वा दाण ददाति भिन्नं. दा धातुः दा इति डुदायिङ्ग् दाने इति जुहोत्यादिगणे अस्ति. तृतीयगणे रूपं भवति ददाति इति रूपं भवति. दाण इति अत्र भुवादिगणे यदस्ति तस्यापि दानक्रिया एव अर्थः यच्छति इति रूपं भवति. परन्तु अत्र भुवादिगणे यः धातुः दा इति धातुः अस्ति तस्य तु यच्छति इत्येव रूपम्. परन्तु धा एव तिष्ठति तर्हि द्वयोरपि द्वा धा इति चिन्तितवती तदर्थमेव क्लेशः. अत्र दान् धातुः अस्ति भुवादिगणे तस्य तु यच्छति अयच्छत् इत्येव रूपं भवति. परन्तु जुहोत्यादिगणे यः दा धातुः अस्ति तस्य ददाति दत्तः ददति इति रूपाणि भवन्ति. अस्तु भगिनि. इदानीम् एकनिमिषानन्तरं विरमामः. ऋच्छति. सृ इति धातुः किं भवति? धावति. धृ धावति. सृ धातुः धावति इति भवति. षद् क्षीयते. क्षीयते. क्षीय क्षीयते. सद् सीद सीदति. एतादृश आदेशाः भवन्ति केवलं क्षितिपरे. भगिनी एकः प्रश्नः. इषुगमियमां तत्र यं धातुः यच्छति भवति अत्रापि धाण् धातुः यच्छति भवति भिन्नः वा समानः वा? भिन्नार्थः. भिन्नार्थः. तत्र यम इति अर्थ यम इति यमः यमनियमप्राणायाम इत्यादि श्रुतवन्तः वा? यमः इत्युक्ते टु स्टाप् अथवा कण्ट्रोल् इति अर्थे भवति. नियमः इति प्रायः श्रुतवन्तः खलु. तत्र धातुः यम. तत्र यच्छति इत्युक्ते नियन्त्रणे आनयति इति अर्थे भवति. अत्र यच्छति भिन्न अत्र दान् धातुतः यद् यच्छति भवति तस्य तु सः महाराजः भिक्षुकाय धनं यच्छति. तादृशार्थः. भिन्नार्थः. भिन्नार्थः. यद्यपि आदेशरूपं समानं भवति, यम् धातुतः यद् आगच्छति तस्य भिन्नार्थः, दाण्धातुतः यदा यच्च आगच्छति तस्य भिन्नार्थः. अस्तु, इदानीं विरमामः. सर्वे पूर्णतया कर्तनं कुर्वन्तु, अनन्तरं भगिन्या वर्गे जायिन् कुर्वन्तु. अस्तु वा? धन्यवादः भगिनि. धन्यवादः. गुरुवासरे एव किल? गुरुवासरे मिलामः. आम् आं भगिनि. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः.